क्रिया ही द्विविध है, दृष्टफल अदृष्टफलाच्च। दृष्टफल भी द्विविध है, अनंतरफल कालांतरफलाच्च। अनंतरफल गतिभुजीलक्षण, कालांतरफलाच्च कृषिसेवादिलक्षण। तत्र अनंतरफल फल अपवर्गिण्येव, कालांतरफल तो उत्पन्न प्रध्वंसिनी। आत्मसेव्यादि अधीनं हि कृषिसेवादेः फलं यतः न च उभयन्याय व्यतिरेकेण स्वतंत्रं कर्म ततो वा फलं दृष्टं। तथा च कर्मफल प्राप्तो न दृष्टन्याय हानम् उपपद्यते। तस्मात् शान्ते यागादि कर्मणि नित्यः कर्तृकर्मफल विभागज्ञः ईश्वरः सेव्यादिवतो यागादि अनुरूपफलदाता उपपद्यते। स च आत्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः संसारधर्मैः असंस्पृष्टः। श्रुतेश्च नलिप्यते लोकदुःखेन बाह्यः जरामृत्युमत्येति विजरो विमृत्युः सत्यकामसत्यसङ्कल्पः येष सर्वेश्वरः पुण्यं कर्म कारयति अनश्नन्यो विचक्षेति एतस्यवाक्षरस्य प्रशासने इत्याद्य असंसारिणः एकस्यात्मनः नित्यमुक्तस्य सिद्धविश्रुतयः स्मृतयश्च सहस्रशो विद्यन्ते। न च अर्थवादाः शक्यन्ते कल्पयितुम् अनन्ययोगित्वे सति विज्ञान उत्पादकत्व न च उत्पन्नविज्ञानं बाध्यते अप्रतिषेधाच्च। न च ईश्वरो नास्ति इति निषेधो अस्ति प्राप्त्यभावादिति चेन्न उक्तत्व न हिंस्यात् इतिवत् प्राप्त्यभावात् प्रतिषेधो नारभ्यते इति चेन्न ईश्वरसद्भावे न्यायस्य उक्तत्व। अथवा अप्रतिषेधादि कर्मणः प्रधाने ईश्वरकालादीनां न प्रतिषेधो अस्ति। न च निमित्तान्तरनिरपेक्षं केवलेन कर्त्रा एव प्रयुक्तं फलं दृष्टं न च विनष्टोऽपि यागः कालान्तरे फलतो भवति। सेव्यबुद्धिवतो सेवकेन सर्वज्ञेश्वरबुद्धौ तु संस्कृतायां यागादिकर्मणां विनष्टेऽपि कर्मणि सेव्यादिव ईश्वरात् फलं कर्तुः भवति इति युक्तम्। न तु पुनः पदार्थः वाक्यशतेनापि देशान्तरे कालान्तरे एव स्वं स्वं स्वभावं जहति न हि देशकालान्तरेषु च अग्निः अनुष्णो भवति। एवं कर्मणोऽपि कालान्तरे फलं द्विप्रकारमेव उपलभ्यते बीजक्षेत्रसंस्कारपरिरक्षाविज्ञानवतं कर्त्रपेक्षफलं कृष्यति विज्ञानवत् सेव्यबुद्धिसंस्कारापेक्षफलं च सेवति। यागादेः कर्मणः तथा विज्ञानवतो कर्तृपेक्षफलत्व अनुपत्तौ कालान्तरफलत्वात् कर्मदेशकालनिमित्तविपाकविभागज्ञबुद्धिसंस्कारापेक्षं फलं भवितुमर्हति। सेवादि कर्मानुरूपफलज्ञ सेव्यबुद्धिसंस्कारापेक्षफलस्य तस्मात् सिद्धः सर्वज्ञः ईश्वरः सर्वजन्तुबुद्धिकर्मफलविभागसाक्षी सर्वभूतान्तरात्म यत्साक्षादपरोक्षान् यात्मा सर्वान्तरः इति श्रुते। स एव च अत्र आत्मा जन्तुना नान्योतोऽस्ति दृष्टा श्रोता मन्ता विज्ञातः नान्यततोऽस्ति विज्ञातृ इत्यादि आत्मान्तरप्रतिषेधश्रुते तत्त्वमसीति च आत्मत्वोपदेशात् न हि मृत्पिण्डः काञ्चनात्मत्वेन उपदिश्यते। ज्ञानशक्तिकर्मोपास्य उपासकशुद्धाशुद्धमुक्तामुक्तभेदात् आत्मभेद एव इति चेन् न भेददृष्टि अभवत्। यदुक्तं संसारिणः ईश्वरात् अन्य इति तन्न किं तर्हि भेद एव संसारी आत्मनः कस्मात् लक्षणभेद अश्वमहिषवत् कथं लक्षणभेदः इति उच्यते ईश्वरस्य तावत् नित्यं सर्वविषयं ज्ञानं सवितृप्रकाशवत् तद्विपरीतं संसारिणां तद्योतस्यैव तथैव शक्तिभेदोऽपि नित्या सर्वविषया च ईश्वरशक्तिः विपरीता इतरस्य कर्म च चित्स्वरूपात्मसत्तामात्रनिमित्तम् ईश्वरस्य औष्ण्यस्वरूपद्रव्यसत्तामात्रनिमित्तदहनकर्मवतं राज अयस्कान्तप्रकाशकर्मवच्च स्वात्मन अभिक्रियारूपं विपरीतम् इतरस्य उपासीत इति वचनात् उपास्यः ईश्वरो गुरुराजवत् उपासकश्च ईश्वरः शिष्यवृत्तिवत् अपादपाप्मादिश्रवणात् नित्यशुद्धः ईश्वर पुण्यवैपुण्येन इति वचनात् विपरीतः इतरः अत एव नित्यमुक्त ईश्वर नित्य अशुद्धियोगात् संसारी इतर यत्र च ज्ञानादिलक्षणभेदो अस्ति तत्र भेदो दृष्टः यथा अश्वमहिषवत् तथा ज्ञानालक्षणभेदः तु ईश्वरः तु आत्मनां भेदो अस्ति इति चेन्न कस्मै अन्योऽसौ अन्योऽहमस्मीति न स वेद ते क्षयलोका भवन्ति मृत्योस्स मृत्युमाप्नोति इति भेददृष्टिर्हि अपद्यते एकत्वप्रतिपादिन्यश्च श्रुतयः सहस्रशो विद्यन्ते यदुक्तं ज्ञानादिलक्षणभेदात् इति यत्र उच्यते न अनभ्युपगम बुद्ध्यादिभ्यो व्यतिरिक्त विलक्षणाश्च ईश्वरात् भिन्नलक्षण आत्मानः न सन्ति एक एव ईश्वरश्च आत्मा सर्वभूतानां नित्यमुक्तोऽभ्युपगम्यते बाह्यश्च बुद्ध्यादिसमाहारसन्तान अहङ्कारमहत्वादिविपरीतप्रत्ययप्रबन्ध विच्छेदलक्षणं नित्यशुद्धबुद्धमुक्तस्वरूपविज्ञानात्म ईश्वरगर्भो नित्यविज्ञानमभासः चित्तचैत्यबीजबीजस्वभावः कल्पितः अनित्यविज्ञान ईश्वरलक्षणविपरीतोऽभ्युपगम्यते यस्य अविच्छेदे संसारविवहारः विच्छेदे च मोक्षविवहारः अन्यश्च मृत्प्रलेपवतो प्रत्यक्षप्रध्वंसो देवपितृमनुष्यादिलक्षणः भूतविशेषसमाहारो न पुनः चतुर्थो अन्यो भिन्नलक्षण ईश्वरादभ्युपगम्यते बुद्ध्यादिकल्पित आत्मव्यतिरेकाभिप्रायेण तु लक्षणभेदादिति आश्रय असिद्धो हेतु ईश्वरादन्यस्य आत्मन असत्त्व ईश्वरस्यैव विरुद्धलक्षणत्वम् अयुक्तमिति चेत् सुखदुःखादियोगश्च न निमित्तत्वे सति लोकविपर्ये अध्यारोपण सवितृत् यदा हि सवित नित्यप्रकाशरूपत्वात् लोक अभिव्यक्त्यनभिव्यक्तिनिमित्तत्वे सति लोकदृष्टिविपर्येण उदयास्तमय अहोरात्रादिकर्तृत्व अध्यारोपवाग्भवति एवम् ईश्वरे नित्यविज्ञानशक्तिरूपे लोकज्ञान अपोहसुखदुःखस्मृत्यादिनिमित्तत्वे सति लोकविपरीतबुद्ध्याद्यारोपितं विपरीतलक्षणत्वं सुखदुःखादयश्च न स्वतः आत्मदृष्टि अनुरूप अध्यारोपाच्च यथा घनादिविप्रकीर्णे अम्बरे येनैव सवितृप्रकाशो न दृश्यते स आत्मदृष्टि अनुरूपमेव अध्यस्यति सविता इदानीमिह न प्रकाशयति इति सत्येव प्रकाशे अन्यत्र भ्रान्ति एवमिह बौद्धादिवृत्त्युद्भव अभिभव आकुलभ्रान्ति अध्यारोपितः सुखदुःखादियोगः उपपद्यते तत्स्मरणाच्च तस्यैव ईश्वरस्यैव हि स्मरण मत्तस्मृतिज्ञानमपोहनं च नादत्ते कस्यचित् पापम् इत्यादि अतो नित्यमुक्त एकस्मिन् सवितरीव लोक अविद्याध्यारोपितम् ईश्वरे संसारित्वम् शास्त्रादिप्रामाण्य अभ्युपगतम् असंसारित्वमिति अविरोधः इति एतेन प्रत्येकं ज्ञानादिभेदः प्रत्युक्तः सौक्ष्मचैतन्यसर्वगतत्वादि अविशेषे च भेदहेत्वभावात् विक्रियावत्त्वे च अनित्यत्वे मोक्षे च विशेष अनभ्युपगम अभ्युपगमे च अनित्यत्वप्रसङ्गः अविद्यावतो उपलभ्यत्वाच्च भेदस्य तत्क्षये अनुपत्तिरिति सिद्धमेकत्वं तस्मात् शरीरेन्द्रियमनोबुद्धिविषये वेदनासन्तानस्य अहङ्कारसम्बन्धात् अज्ञानबीजस्य नित्यविज्ञान अन्यनिमित्तस्य आत्मतत्त्वयाथात्म्यविज्ञान विनिवृत्तौ अज्ञानबीजस्य विच्छेदः आत्मनमोक्षसंज्ञा विपर्ये च बन्धसंज्ञा स्वरूपापेक्षत्वात् उभयोः ब्रह्म हा इति ऐतिह्यार्थः पुरा किल देवासुरसङ्ग्रामे जगत्स्थितिपरिपालयिषय आत्मानुशासन अनुवर्तिभ्यो देवेभ्यः अर्थिभ्यः अर्थाय विजिज्ञे अजैषी असुरः ब्रह्मणः इच्छानिमित्तो विजयो देवानां बभूव इत्यर्थः तस्य ब्रह्मणविजये देव अमहीयन्त यज्ञादिलोकस्थित्यपहारिषु असुरेषु पराजितेषु देवाः वृद्धिं पूजां वा प्राप्तवन्तः त ऐक्षन्त इति मिथ्याप्रत्ययत्वात् हेयत्वख्यापनार्थाम्नाय ईश्वरनिमित्ते विजये स्वसामर्थ्यनिमित्तो अस्माकमेव अयं विजयो अस्माकमेव अयं महिमा इति आत्मनः जयादिश्रेयो निमित्तं सर्वात्मानम् आत्मस्थं सर्वकल्याण आस्पदम् ईश्वरम् एव आत्मत्वेन अबुद्ध पिण्डमात्राभिमानः सन्तः यं मिथ्याप्रत्ययं चक्रुः तस्य पिण्डमात्रविषयत्वेन मिथ्याप्रत्ययत्व सर्वात्मेश्वर याथात्म्य अवबोधेन हातव्यताख्यापनार्थः तद्धैषामित्यादि आख्यायिकां नयः तद्ब्रह्म किल येषां దేవానాం అభిప్రాయం మిథ్యాహంకార రూపం విజజ్ఞం విజ్ఞాతవత్. జ్ఞావా చ మిథ్యాభిమానశాత్రేణ తదను జిగృక్షయ దేవేభ్య అర్థాయ తేషామేవ ఇంద్రియగోచరే నాతిదూరే ప్రాదుర్భవ. మహేశ్వరశక్తి మాయోపాత్తేన అత్యంత అద్భుతమైన ప్రాదుర్భూతం కిల కేనచేన్ రూప విశేషేణ తత్కిల ఉపలభమానాపి దేవాః న విజానత న విజ్ఞాతవంత కిమిదం యదేద యక్షం పూజ్యమితి. తద్విజ్ఞానాయ అగ్నిం అబ్రువన్ తృణనిధానే అయం అభిప్రాయ అత్యంత సంభావితయోః అగ్నిమార్తయోః తృణదహనాదాన శక్త్య ఆత్మసంభావన శాతిత భవేదితి. ఇంద్ర ఆదిత్యో వజ్రబృద్వ అవిరోధత్. ఇంద్రోపసర్పణే బ్రహ్మ తిరోదదే ఇది అస్య అయం అభిప్రాయ. ఇంద్రోహం ఇది అధికతమం అభిమానం అస్య. సోహం అగ్నియాదిభిః ప్రాప్తం వాక్ సంభాషణ మాత్రమే అనేన న ప్రాప్తో అస్మి ఇది అభిమానం కథం న నామ జక్ష్యాదితి. తదనుగ్రహాయేవ అంతర్హితం తద్బ్రహ్మ బభూవ. స శాంతాభిమాన ఇంద్ర అత్యర్థం బ్రహ్మ విజిజ్ఞాసు యస్మిన్ ఆకాశే బ్రహ్మణ ప్రాదుర్భవ ఆసీన్ నిరోధానం చ తస్మిన్నేవ స్త్రియం అతిరూపిణిం విద్యా ఆజగమ. అభిప్రాయ ఉద్బోధహేతుత్వాత్ రుద్రపత్ని ఉమా హైమవతీవ బహుశోభమాన విద్యా ఇవ విరూపోపి విద్యావాన్ బహుశోభతే ఇది తృతీయ ఖండః.